आरम्भं करोतु शान्ता भगिनी. येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. वृत्तावसाने नटराजराजो ननादडक्कां नवपञ्चवारम् उद्धट्टुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम्. अत्र एतद् जानाति वा वागर्ता इव सम्पृक्तौ वागर्तैवागर्ताविव सम्पृक्तौ वागर्तप्रतिपद्धये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. बहु उत्तमः, नमस्कारः. नमस्कारः. इदानीमत्र अङ्गम् इत्युक्ते किं, गतवर्गे वयं पठितवन्तः सर्वदा वर्गः तु सप्तवादने एव भविष्यति. अत्र पुरातनविषये मम आचार्यः प्रेषितवान् 6:30 AM इति, परन्तु सर्वदा मनसि स्थापयतु 7 AM एव, सप्तवादने एव. अस्तु, इदानीम् अङ्गं किं भवति इति गतवर्गे वयं पठितवन्तः. यस्मात् प्रत्ययविधिः तद् आदिप्रत्यये अङ्गम्. उदाहरणरूपेण वयं दृष्टवन्तः भव इति अङ्गं भवति. भव किमर्थं भवति अत्र? भू सतायाम् इत्येव अस्ति, भू इति दीर्घ ऊकारः अस्ति. भव कथम् आगच्छति? दीर्घ ऊकारस्य स्थाने केन सूत्रेण गुणः भवति वदति, वदतु कोऽपि. अन्य कोऽपि सार्वधातुक अर्धधातुक. उत्तमम् उत्तमं, सार्वधातुक अर्धधातुकयोः इत्यनेनैव ऊकारस्य स्थाने ओकारः भूत्वा भो इति भवति. इदानीमेव किं भवति? इत्यनेन अवादेशः भूत्वा भव इति अङ्गं भवति. गतवर्गे वयं पठितवन्तः एतदेव अङ्गम्. तदेव अत्र वद् योगः अ, किमर्थम् अत्र आ आगच्छति कोऽपि वदतु. विकर्णप्रत्ययं वा? उत्तमं, बहु उत्तमं, विकर्णप्रत्ययमेव. कर्तरि शप् इत्यनेन शप् मध्ये चकारः केन सूत्रेण ईतु भवति? लशकुतदिते इति इति भवति. शकार उत्तरवर्ति, अकारः तिष्ठति, पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. अतः तत्र वद् योगः आयोगः ति इति तिप्तस्जि तिप्तस्थ मिपुवस्मस् इति अस्ति. अनन्तरम् एतदेव बहवः सर्वे अत्र शिशवः इति सन्ति. अतः आत्मनेपदिनः ता आतां ज इति भवति. किमर्थम् अत्र परिवर्तनं भवति इति किञ्चित् कालानन्तरं पठेम. बहवः कार्याणि सन्ति, बहवः सूत्राणि सन्ति. किमर्थम् अत्र ता आगच्छति? ति ति एव खलु, तिप् एव खलु, तिप् पकारः गच्छति एव. तिप् तस् जि तस् भवति भवतः एव, भवतः अत्र तस् इति अस्ति. इत् सकारः इत् भवति वा? न भवति. केन सूत्रेण सकारः इत् न भवति? झटिति वदतु. न विभक्तु तुस्माः. तु इत्युक्ते कति वर्णाः सन्ति अत्र? पञ्चवर्णाः. उत्तमं. पु चु टु तु पु कु चु तु तु पु अस्ति. सर्वत्र ऊकारः तिष्ठति, अत्र ऊकारस्य इत् भवति. अतः सर्वे अत्र उदित् भवति. कुत्रापि लिखतु किं किं भवति इति, कुत्रापि लिखतु. अस्माकं हस्ते सर्वदा कलम् अस् किम् अस्ति, लेखनी अस्ति अनन्तरम् अत्र करपत्रमपि अस्ति सर्वे अत्र लिखितवन्तः लिखितवन्तः परन्तु अत्र भवन्तः सर्वे कर्णे एतत् कृतम् एतत् समाप्तम् एतत् अलम् इति चिन्तितवन्तः अस्तु भव यो भवति भवती तिप् इति किमर्थं किमर्थं सर्वथा प्रथमपुरुष एकवचन विवक्षा एव अस्ति 1 2 3 4 5 6 इत्येव गच्छेम खलु अतः तत्र विवक्षा विवक्षा इत्युक्ते आशा तिप् अस्ति अतः एव अत्र ति योजनेन भवति इति भवति अनन्तरं सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् अस्ति शेषः आर्धधातुकशेषः आर्धधातुकं शेषः इति अस्ति इदानीम् अत्र अनिल् महोदय पठतु सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु तिङ्संज्ञकान् तिबादि प्रत्ययान् अधिकृत्य अङ्गं नाम धातु विकरणप्रत्ययोः संयुक्तरूपं यस्य तिङ्संज्ञा भवति सः तिङ्संज्ञकः अत्र तिबादिप्रत्ययान् अधिकृत्य उदाहरणार्थं भवति इत्यस्य निर्माणसमये ति इत्यस्य दृष्ट्या अङ्गं भव इति ति इत्यस्मात् पूर्वं यावत् अस्ति तत् सर्वं ति इत्यस्य कृते अङ्गम् तर्हि अत्र अङ्गं नाम धातुविक्रणप्रत्ययोः संयुक्तरूपं यथा वदयोग अ वद भूयोग अ भव इत्यादीनि अङ्गानि अत्र तिङ् इत्युक्ते कति प्रत्ययाः सन्ति झटिति वदतु किमर्थम् अत्र अष्टादश उत्तमं नव नव उत्तमम् उत्तमम् उत्तमं नव परस्मैपति नव आत्मनेपति अनन्तरम् अत्र तिबादि तिप् आदि अत्र तिप् आदि तिबादि उदाहरणार्थम् अत्र इदानीमेव वयं दृष्टवन्तः भवति भव इति अनन्तरम् अत्र शान्ता भगिनी पठतु अस्तु अन्तलक्ष्मी पठतु पठामि नमस्कार इदं सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः बहुत्र किमपि विशेषं कार्यं नास्ति केवलं संयोजनं यथा वद् योगः शप् वद् योगः अ योगः वद किन्तु केषुचित् प्रसङ्गेषु कार्यं वर्तते यथा भूयोगः शप् भव भूयोगः अ भू अ इति तु न भवति किल किञ्चित् कार्यमस्ति येन भव इत्यङ्गं निष्पन्नं स्यात् आम् अत्र भव इति अङ्गमेव अत्र निष्पन्नम् इदानीम् इदं सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति वयं दृष्टवन्तः भूयोगः शक् अनन्तरम् अत्र भूयोगः आ इति भवति कथं न भूयोगः आ इति न भवति अत्र किञ्चित् कार्यं भवति वयं सर्वे जानीमः भवती एव पठतु पठतु पठतु अत्र इत्संज्ञा नाम अन्तलक्ष्मी हा महोदय अत्र इत्संज्ञा नाम क इति विषये किञ्चित् पुनर्स्मारणं भवति इत् षित् च इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत् अग्रे द्वयोः षट् षट् शक्तयोः मध्ये स्थितः पङ्क्तयोः षट् अग्रे द्वयोः पङ्क्तयोः मध्ये स्थितः अग्रे द्वयोः पङ्क्तयोः पङ्क्तयोः मध्ये स्थितः भागः अवश्यम् अवश्यं पठनीयः ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभारम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः इदानीमत्र इत् संज्ञा नाम किं भू इति अस्ति अत्र भुवादयो धातवः इति अस्ति अनन्तरं कर्तरिषप् भवति विकर्णप्रत्ययं भवति तिप् अस्ति एतत् मिलित्वा एव अन्तिमरूपं भवति इदानीम् अत्र इत् तस्ति इति मध्ये तकारः इत् न भवति किञ्चित् स्थाने अत्र अय्याव्यदीर्घात् स्तुति सपृक्तं हल् इति सूत्रेण तत् स्थाने सि इति इत् भवति किञ्चित् स्थाने इत् भवति ऐ उल्लुक् एवम् अय्यौ चायवरटलान्न सर्वत्र अत्र अन्तिमवर्णः इत् भवति एतत् प्रत्याहारमस्ति ऐ उन् रुलुक् माहेश्वराणि सूत्राणि एतत् प्रत्याहारः इत् भवति मया एतत् विषये किं एकं सूत्रमपि उक्तं किं सूत्रं झटिति वदतु आदिरन्त्येन उत्तमं बहु उत्तमम् आदिरन्त्येन सहेत सः इत् भवति आदिः अन्त्येन अत्र अन्तिमवर्णः इत् भवति प्रत्याहारवर्ण ऐ उन् नकारः इत् भवति इदानीम् ऐ उन् ृलुक् एवोङ् अयौच् अयवरट् लण् तत्रापि नकारः भवति अतः इदानीं मया उक्तम् अन् वदतु अत्र भवन्तः विषये क्लेशः भवति अन् प्रथमनकारः वा द्वितीयनकारः वा इति प्रश्नः उदेति खलु अतः तत्र झटिति प्रथमनकारः द्वितीयनकारः लन् पर्यन्तम् इत्युक्ते द्वितीयनकारः अस्तु इत् संज्ञा नाम किं किञ्चित् पुनःस्मरणं भवति किं भवति पुनःस्मरणम् इत् षित् भवति इत् षित् च इत्यनयोः अर्थः सम्यक् न ज्ञायते चेत् षित् अस्ति चेत् अत्र कार्यं गुणकार्यं भवति वा अनन्तरम् इत् अस्ति चेत् अत्र अन्तिमवर्णः लोपः भवति वा अग्रे द्वयोः पङ्क्त्योः परिच्छेदयोः मध्ये स्थितः भागः अवश्यं पठनीयः पठनीयः अत्र व्याकरणविषये वदतु पठनीयः न पठनीयः कोऽपि पठ धातु योग उत्तमं पठ धातोः योगः अनियर् प्रत्ययं रेपः भवति अनियर् अतः तत्र रेपस्थाने ससजुषुरुः करावसानयोः एतत् भूत्वा एव अत्र पठनीयः इति भवति ये अस्मिन् विषये वदतु अनिल् महोदय रेफ अत्र हलन्तस्य इत् संज्ञा भूत लोप अस्ति तत्र अस्ति अनन्तरं पुल्लिङ्गं कारणं अनीयः अनीयर् पठनीयः पठनीय पठनीयम् इति विशेषणपदम् अतः त्रिषु लिङ्गेषु भवति. अतः पुल्लिङ्गपदं पठनीयः पठनीया, अत्र स्त्रीलिङ्गपदं पठनीयम् इति पुल्लिङ्ग नपुंसकलिङ्गपदमस्ति. ये अस्मिन् विषये सम्यक् स्मरन्ति ते इदम् उपभागम् अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. इदानीम् अत्र पठुधातुः अस्ति, अपठित्वा इति अस्ति, एतत् लुङ्लकारः, अपठित्वा लुङ्लकारः. अत्र पठुधातुः पठति पठतः पठन्ति, पठति पठतः पठत, एतत् विषये पश्येम इदानीम्. अपठित्वा स्वापठ्यम् अपठित्वा आ योगः पट् धातोः स्वाप्रतिं योजनेन अपठित्वा. एतत् किञ्चित् पट् धातुः पश्यामि चेत् अत्र पठित्वा इति कृदन्तपदम् त्वाप्रतिं पठित्वा पट् धातोः त्वाप्रतिं योजनेन अत्र अत्र ईकारः किमर्थं श्रूयते चेत् अत्र त्वा इति प्रतिम् अस्ति. तकारः केन सूत्रेण इति भवति लशकुतदिते इति प्रथमवर्णः लशकुतदिते इति त्वा एव अस्ति. तकारः प्रथमवर्णः अस्ति अतः तत्र आर्धधातुकस्य वलादेः वल् प्रत्याहारे अस्ति यकारं विहाय. अतः तत्र इट् श्रूयते अतः एव इट् श्रूयते पठित्वा इति भवति. इदानीमत्र अत्र अपाठीत् इति भवति अपाठीत् अपाठीत् इति भवति. एतत् अपठित्वा अपाठीत् किञ्चित् अत्र अपठीत् एतत् लुङ्लकारे भवति. एतत् विषये किञ्चित् अग्रे कार्याणि सन्ति एव क्रमेण आगच्छति एव, चिन्ता मास्तु. तत्र महोदय नयसमासः अस्ति पठित्वा अयोग पठित्वा नयसमासः. आम् नयसमासः उत्तमं. धर्मः अधर्मः अपठित्वा आयोग न अत्र नयसमासः पठ्योग अत्र ईडागमस्य चिन्तनं भवति आददातु कस्यै बलादेः इत्यनेन ईडागमस्य चिन्तनं स्वाप्रत्ययं योजनेन अपठित्वा साक्षात् ततः अग्रे गच्छेयुः. गच्छेयुः किं लिङ्गं किं किं लकारः विधिलिङ्ग प्रथमपुरुष बहुवचनं. हा उत्तमं विधिलिङ्ग प्रथमपुरुष गं गम्लुरु धातोः क्रमः भवति. गं गम्लुरु धातोः विधिलिङ्ग मध्ये प्रथमपुरुष बहुवचनम् अस्ति इत्येव वक्तव्यम्. इदानीम् इत् नाम किम्? इत् नाम किम्? सन्ध्या भगिनी पठतु. महोदय इत् नाम किं? पाणिनीयव्याकर व्यवस्थायां पादानां नामपदानां क्रियापदानां च व्युत्पत्त्यर्थं कर्मः भवति. कर्मस्य नाम प्रक्रिया. क्रमः प्रक्रिया. क्रमस्य नाम प्रक्रिया. प्रक्रियायां सोपानानि सन्ति. दृष्टान्ते रामशब्दः प्रथमन्तं पदं रामः. युत्पत्त्यर्थं क्रमः भवति. तथा हि राम अधिकंसु रामसु रामसु राम अधिकं रु रामर् अनन्तरं रामः एवं च कस्य अपि शब्दस्य व्युत्पत्त्यर्थं सोपनानि सन्ति सोपनाशे बहुत्र वर्णाः आगच्छन्ति किन्तु न तिष्ठन्ति किञ्चित् विशिष्टं कार्यं कृत्वा अपगच्छन्ति यथा अत्र रामशब्दः सु आगच्छति तदा उ गच्छति तदा इस् गच्छति तदा रु आगच्छति तदा उ गच्छति तदा इर् गच्छति गच्छति इत्युक्ते तेषां वर्णानां लोपः भवति यद्यपि एते वर्णाः न तिष्ठन्ति तथापि तेषां मूल्यवत् कार्यम् अस्ति तत् कार्यं किम् इति अग्रे वक्ष्यते येषां वर्णानां लोपः भवति तेषाम् इत् इति संज्ञा भवति अग्रे पठामि वा आमाम् एकः पङ्क्ति एव व्याकरणे यत्र नाम धीयते तत् तत् नाम संज्ञा इति उच्यते अतः इत् संज्ञा इति रामसु इत्यस्मिन् रूपे उकारस्य इत् संज्ञा इति उच्यते सकारस्य अपि इत् संज्ञा यत् इत् इति नाम महोदय पाणिनीयव्यवस्थायां पदानां नामपदानां क्रियापदानां च व्युत्पत्त्यर्थं क्रमः भवति इदानीं रामशब्दः स्तु औज साम उद्दश सताभ्याम्भ्यस् एतत् सर्व सर्वाणि अत्र प्रत्यया सुबन्तप्रत्ययानि मेलनेन एव अन्ते रामसु इति भवति इदानीमत्र प्रथमान्तं पदं रामः इति भवति रामयोः सु एव अत्र व्युत्पत्त्यर्थं क्रमः भवति किं क्रमः अत्र एतत् क्रमः अन्ये पदं प्रक्रिया अनन्तरं सोपानानि स्टेप्स् सोपानानि क्रिया प्रक्रिया क्रमः एतत् सर्वाणि पर्यायपदमेव इदानीमत्र दृष्टान्ते रामशब्दः वयं जानीमः एव रामः इति पदमस्ति रामः रामौ रामाः इति अस्ति अत्र रामयोः सु इति एव अस्ति सु इति रामसु इति भवति अनन्तरम् ऊकारः अनन्तरम् अत्र उपदेश अज अनुनासिक इत् इत्यनेन एव अत्र इत् भवति इदानीम् उकारः अपि इत् भवति अनुनासिकवर्णः अपि इत् भवति सकारः तिष्ठति इदानीं रामस् इति भवति सकारस्य स्थाने ससजशौरुः इत्यनेन रामरु भवति इदानीमत्र उकारः इत् भवति रामर् इत्येव भवति इदानीं करावसानयोर्विसर्जनीयः इत्यनेनैव एव इत्यनेन एव रामः इति भवति एतत् विषये अपि पश्येम इदानीम् अत्र राम पदं रामः कथं भवति इति अत्र सन्ति. भूपतिमहोदय पठतु. अस्तु भगिनि. राम राम अधिकं सुं प्रथमैकवचनविवक्षायां विवक्षायां स्वै प्रथमैकव विवक्षायां वौजस अत्र सु औ इति अस्ति. अत्र यन्सन्धिः भूत्वा स्वौ इति अस्ति. सो जस् अमौट् चाभ्यां व्यस् नेभ्यां व्यस् नसिभ्यां व्यस् नसो नसो साङ्ग् नयो सुप् इति अत्र पृथक् रूपेण 412 इति पश्यामि चेत् अत्र एतत् इदानीं भवान् पठतु. सुम् अनन्तरम् औ अनन्तरं जस् अनन्तरम् अम् एकनिमिषम् एतदेव सु औ जस् एक एतदेव प्रथमविभक्ति एकवचनं द्विवचनं बहुवचनम् इदानीम् अत्र अग्रे पठतु. अम् अम् औ षष् एतत् किं भवति. अम् औट् षष् भगिनि किं भवति. द्वितीयविभक्ति द्वितीयविभक्ति एकवचनं द्विवचनं बहुवचनं इदानीम् अत्र इदानीम् अत्र ता व्यां बिस् किं भवति अत्र तृतीयविभक्ति तृतीयविभक्ति एकवचनं द्विवचनं बहुवचनं द्विवचनं बहुवचनं इदानीमत्र डे व्यां व्यां व्यस् किं भवति. चतुर्थीविभक्ति एकवचनं द्विवचनं बहुवचनं भवान् वदतु. चतुर्थीविभक्ति चतुर्थीविभक्ति एकवचनं द्विवचनं बहुवचनं इदानीं किम् नकारः नकारः अस्ति ञकारः अत्र अस्ति तत् एतदेव ङसि अत्र अनुनासिकबिन्दुः अपि अस्ति अतः तत्र ङसि नसि व्यां व्यस् नसि व्यां व्यस् किं भवति. पञ्चमी विभक्ति एकवचनं बहुवचनं द्विवचनं एकवचनं द्विवचनं बहुवचनं उत्तमम् अनन्तरं अस्तु भगिनि न्यस् ओस् आम् किं भवति. षष्ठीविभक्ति एकवचनं द्विवचनं बहुवचनं भगिनि उत्तमम् अनन्तरं ङि ओस् सुप् अस्ति सप्तमी विभक्ति एकवचनं द्विवचनं बहुवचनं भगिनि आम् उत्तमम्। इदानीम् अत्र पश्यतु सु इति अस्ति, अत्र किम् अस्ति अत्र अनुनासिकवर्णः उकारः इति भवति, सकार एव तिष्ठति। सु औ औ मध्ये किमपि इति न भवति। इदानीं जस् मध्ये जस् अस्ति, जस् मध्ये अस्येव तिष्ठति। केन सूत्रेण इति भवति जकारः? चुटु। हा उत्तमं, चुटु इत्यनेन जकारस्य इति भवति। जकार उत्तरवर्ति किं वर्णः? अकार। अतः अकारः तिष्ठति, अस्येव तिष्ठति। सु औ च इदानीं उत्तमम्। अत्र जस् मध्ये सकारः इत् न भवति, तेन सूत्रेण न विभक्तौ तु स्म, न विभक्तौ तु स्मः इत्यनेन सकारः इत् न भवति, अतः एव अत्र तिष्ठति। इदानीम् अं मध्ये किमपि कार्यं नास्ति, रामम् इति भवति, किमपि कार्यं नास्ति। इदानीम् औट् आम्। इदानीम् अत्र तुस्माः इति अस्ति, तुस्माः तु पञ्चमवर्णः, अनन्तरम् अत्र तु तुस्माः सकारः मकारः। इदानीं मकारः अत्र इति न भवति, एतदपि अत्र न विभक्तो तुस्माः इत्यपि कार्यं करोति। अनन्तरम् औट् औट् मध्ये किं भवति? औ औ एव तिष्ठति, तकारः हलन्त्यं तस्य लोपः इत्यनेन इति भवति। इदानीं तु औ जस् वयं दृष्टवन्तः, आम् औट् शस् इति भवति, शस् कोऽपि वदतु किम् अभवत् अत्र? लसक्व तद्धिते सूत्रेण सकारस्य संज्ञा भूत्वा तस्य लोपेन सूत्रेण लसक्व तद्धिते उत्तमं, लसक्व तद्धिते इत्यनेन सकारः इति भवति, सकार उत्तरवर्ति अकारः तिष्ठति। अनन्तरम् अत्र न तु स्म विभक्तौ इत्यनेन सकारस्य लोपः न भवति, अतः किं भवति अन्ते? अस् अस्ति एव तिष्ठति। रामाः किमर्थम् अत्र रामः एव खलु, रामाः बहुवचने जल्येत्, किमपि अत्र सूत्रं भवति, किं भवति इति वयं पश्यामः। इदानीम् अत्र शब्दपाठे पश्यामः। इदानीम् अत्र ठा इति अस्ति, ठा किं कार्यं भवति? ठा मध्ये चुटु टकारस्य इति संज्ञा तु चुटु। अनन्तरं किञ्चित् क्लेशः अपि भवति अत्र आदिरन्त्येन सह, न अत्र किं भवति? आदिर् नुटु डवः, आदिर् नु टु डवः, आदिर् नुटु डवः। अत्र था इत्यस्य टकारः चुटु इत्यनेन एव भवति। अत्र किञ्चित् क्लेशः अपि वर्तन्ते, किं वर्तन्ते? टकारः अस्ति खलु, अत्र आदिर्नुटुडवः इति सूत्रं कार्यं न करोति, मनसि स्थापयतु। इदानीम् अत्र टा मध्ये किम् इदानीं तिष्ठति? टकार एव तिष्ठति, इत्येव तिष्ठति, अतः एव तृतीया विभक्ति खलु एतत्। सो जस् अमौट् शस् ताभ्यां जस् रामः रामौ रामाः, रामं रामौ रामान्, राम अनन्तरं किम्? अन्यसूत्रमपि अस्ति, इन इन ता नसि नसि, अत्र इन इति सूत्रेण इन इति सूत्रेण रामेण इति भवति, पञ्चमी अति अपि अत्र भवति, षष्ठी अपि भवति, एकसूत्रेण एव। इदानीं भ्यां किमपि कार्यं नास्ति, तदेव तिष्ठति, रामाभ्यां रामेभ्य रामेभ्यः रामाभ्याम् इति भवति। अनन्तरं बिस् भवति, बिस् किं भवति अत्र? किमपि न भवति, सकारः तदैव तिष्ठति। केन सूत्रेण तिष्ठति इति न भवति? न विभक्तौ तु स्मः, न विभक्तौ तु स्मः, इदानीम् अत्र ने इति भवति ने किं भवति अत्र सर्वे जानन्ति एव बहुवारं पठितवन्तः झटिति वदतु शान्ता भगिनी किम् अभवत् अत्र अनिल् महोदय वदतु चुटु चुटु इति सूत्रेण नकारस्य संज्ञा भूत्वा एकार एव तिष्ठति चुटु इत्यनेन एव वा आं महोदय न न क्षम्यतां लसक् वदति महोदय लसक् वदति इत्यनेन नकारस्य लोपः भवति अतः किं भवति तिष्ठति अत्र एकार एव तिष्ठति तदेव अत्र व्यां किमपि कार्यं नास्ति व्यस् अपि किमपि कार्यं नास्ति इति न भवति इदानीं न्यसि किं भवति अत्र अपि लसक्व तद्धिते अनन्तरम् अनुना उपदेशे न्यकार उत्तरवती अकारः अतः अस्ति एव तिष्ठति एकारः अनुनासिकवर्णः इति भवति व्यां किमपि कार्यं नास्ति व्यस् किमपि कार्यं नास्ति इदानीं न्यस् अस्ति न्यस् मध्ये अत्र इत्यनेन न्यकारस्य लोपः भवति अकार तिष्ठति अस्त् इदानीम् ओस् तत्रापि सकारः तिष्ठति अतः एव रामयोः इति भवति सकारः तिष्ठति अनन्तरम् आम् इति भवति रामाणाम् इति भवति नि इति अपि अस्ति नि इति अस्य लसकोतति वदतु लसकोतकार एव तिष्ठति अतः एव अकार इकार मेलनेन रामे सप्तमे एकवचनं ओस् किमपि कार्यं नास्ति सुप् मध्ये किं भवति पकार अनन्तरं तस्य लोपहितेन भवति सु एव तिष्ठति अनन्तरम् अत्र रामेषु अत्रापि मकारः एकारः भवति एतदेव इदानीं भूपतिमहोदय जानन्ति वा जानाति वा इदानीम् एकवारं समीचीनतया पठतु प्रथमविभक्ति सु औजस् द्वितीयाविभक्ति अम् औजस् तृतीयविभक्ति प्रथमविभक्ति सुम् औ जस् द्वितीयाविभक्ति अम् औ षष् तृतीयाविभक्ति ता व्यां बिस् चतुर्थीविभक्ति ङे व्यां व्यस् पञ्चमविभक्ति ङ्यसिङ् व्यां व्यस् षष्ठीविभक्ति ञस् ओस् आम् सप्तमविभक्ति ङि ओस् सुप् अस्तु भगिनि उत्तमं बहु उत्तमम् धन्यवादः इदानीमत्र इदानीमत्र सन्ध्या भगिनी न अत्र गोधुमल् भगिनी एकवारं वदतु गोधुमल् भगिनी अस्ति वा पठतु औ सु औ जस् अम् औ षस् टा व्यां विस् ञे व्यां व्यस् इति एव वदतु अत्र इदानीमत्र जस् अमौट् षस् टाभ्यां व्यस् नेभ्यां व्यस् न्यसिभ्यां व्यस् टाभ्यां बिस् इत्येव वक्तव्यम् अत्र द्यस् दिस् दिस् अनन्तरं न्यस् ओस् आम् नि ओसुप् इति अस्ति आदिरन्तेन सहेता इत्यनेन सर्वत्र अत्र इति भवति उपदेशः च अनुनासिक हित् अलन्त्यं तस्य लोपः न विभक्तु सुस्माः चुटु लक्षकोतत् इति एतत् सर्वाणि कार्याणि अत्र भूत्वा एव कार्यं कृतवन्तः अस्तु इदानीमत्र रामः इति पदम् जस् अमौट् षस् टेभ्यां एतत् दृहत् सूत्रेण अत्र पूर्णतया अत्र वक्तव्यं नास्ति चेत् सु औ जस् इति बृहत् सूत्रेण इति सुप्रत्ययः अत्र सुप्तिगन्तं पदम् इत्यनेन पदसंज्ञा भवति राम इति सुप्रत्ययः अस्ति अत्र पदसंज्ञा भवतु पदम् इदानीमेव भवति इदानीम् अत्र भूपतिमहोदय पठतु अस्तु भगिनि रामः अधिगम इस् उपदेश अजनुना अज उपदेश अजनुनासि इत् एक इति द्वि द्वि इति अनुनासिक इति अनुनासिक संज्ञा इत् संज्ञा तस्य लोपः एकः त्रीणि नैन् त्यजतु एतत् सूत्रसङ्ख्या त्यजतु एतत् प्रथम अध्याये तृतीयपादे नवमसूत्रमस्ति इदानीमत्र रामयोगः निस् भवति रामस् उपरि एतत् चन्द्रबिन्दु अस्ति उकारः अस्ति उपदेश अद्य अनुनासके इति इत्यनेन इत् भवति इदानीं रामस् इति एव तिष्ठतु इदानीम् अत्र अनिल् महोदय पठतु रामरुं पदान्तसकारस्य ससजुषोः रुः इति रुत्वं रामर् उपदेशे अजनुनासिक इति अनुनासिक उकारस्य इत् संज्ञा तस्य लोपः इति लोपः रामः अवसाने परे खरवसानयोः विसर्जनीयः इति पदान्तरेफस्य विसर्गः इतः पर्यन्तं रामः कथम् आगच्छति इति वयं जानीमः अत्र किञ्चित् क्लेशः अस्ति वा प्रश्नः उदेति चेत् पृच्छतु अस्तु इदानीं रामः क्षणमेकम् अत्र एकवारं पूर्णतया आरम्भतः शान्ताभगिनी पठतु अत्र शान्ता भगिनी नास्ति वा ओ न म्यूट्ल पठितुं सोरि पूर्णतया आरम्भतः पठतु प्रथम एकवचनविवक्षायां सौ जस् अमौ छट् षष्ठाभ्यां भिस् ङेभ्यां भ्यस् ञसिभ्यां भ्यस् ञसोस्ताङ् ञसोस्तु प्रत्ययः सुप्तिङ्गं पदम् इति पदसंज्ञा रामयोगः स् उपदेशे अजनुजानासिक इत् इति अनुनासिक उकारस्य इत् संज्ञा तस्य लोपः इति लोपः रामस् रामस् रामरु पदान्तसकारस्य ससजुषोरुः इत्यनेन रुत्वं भवति रामर् उपदेश अजनुनासिक इत् इति अनुनासिक उकारस्य इत् संज्ञा तस्य लोपः इति लोपः रामः अवसाने परे करवसानयोर्विसर्जनीयः इति पदान्तरेफस्य विसर्गः रामः इति श्रूयते रूपम् अन्तिमरूपं भवति सर्वे जानन्ति खलु अग्रिमवर्गे रामर् कथं भवति चेत् अत्र सूत्रं वक्तव्यमेव अतः कोऽपि इच्छन्ति चेत् अत्र अहं जानामि अष्टाध्यायी डाट् काम् मध्ये कथम् अत्र गन्तव्यम् एतत् सर्वं जानीमः चेत् त्यजतु न जानीमः इति उक्ते मनसि स्थापनार्थम् अत्र चित्रं स्वीकरोतु ग्रूप् मध्ये अपि स्थापयतु महोदय अहं ग्रूप् मध्ये योजना न कृतवती सा अन्तलक्ष्मी अङ्ग नम्मोड स्वरूप् महोदय वर्ग किलिया உங்களை நான் அட்மின் போட்டிருக்கேன் உங்களை நான் அட்மினா போட்டிருக்கேன் அத்திர கிளேசக நாஸ்திகளும் இல்ல இல்ல வந்திருக்குன்னு தெரியல எனக்கு வாட்ஸ்அப்ல பாருங்க எனக்கு வரலையே பகினி எனக்கு வந்து எனக்கு இருக்கேன் நீங்க எனக்கு திரும்பி அனுப்புறீங்களா அனுப்புறேன் अत्र रामौ इति भवति रामौ इति अत्र अन्तलक्ष्मी पठतु रामौ राम रामयोगः औ प्रथम द्विवचनविवक्षायां सौजस्मौट् इति बृहत्सूत्रेण इति औ प्रत्ययः औ इति प्रत्ययः सुप्तिगन्धं पदम् इति पदसंज्ञा रामयोगः औ प्रथमयोः पूर्वसवर्णयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घे प्राप्ते प्राप्ते इति निषेधः रामौ वृत्तिरेचि इति अकारः औकारस्य वृत्त्यैकारे दशकार वृत्त्येकादशः औकस् औकारः इदानीं पश्यतु अत्र औ इति किं व्यवस्था अस्ति द्विवचनविवक्षा प्रथम द्विवचन द्विवचनविवक्षा अनन्तरमत्र सुप्तिगन्तं पदमपि जायन्ति अत्र जायते अनन्तरम् इदानीं रामयोगः औ इति अस्ति योजनं करणार्थम् अत्र औ इति अस्ति प्रथमयोः पूर्वसवर्णः इति अस्ति पूर्वसवर्णः इति पूर्वसवर्णः दीर्घः भवति अतः पूर्वसवर्णः अत्र भवितुम् अर्हति एव एतत् अत्र निषेधः भवति केन सूत्रेण न अदिचि इति सूत्रेण अत्र किमपि कार्यं पूर्वसवर्णः दीर्घः न भवति इति पूर्वसवर्णः अत्र इदानीमत्र रामयोगः औ अस्ति अकार औकारमेलनेन अत्र वृद्धिः भवति अतः औ इति भवति रामौ इति अपि इति द्विवचनं भवति प्रश्नः उदेति वा उदेचि उदेति चेत् पृच्छतु अत्र क्लेशः भवति वा भूपति महोदय अनिल् महोदय आं महोदय सन्ध्या अग्रे गच्छेम न महोदय अत्र द्वितीयसूत्रस्य अत्र प्रथमयोः पूर्वसवर्णः 6102 अत्र पश्यतु प्रथमयोः पूर्वसवर्णः अस्तु वर्णात् प्रथमद्वितीयविभक्तियोः अजादिपत्ये परे पूर्वपरयोः एकः पूर्वसवर्णः दीर्घः भवति अत्र न भवति किमर्थम् अत्र न भवति चेत् अत्र एक इदानीम् अत्र अन्य उदाहरणमपि अस्ति बालास् बालः योगः अस्तु प्रत्ययम् अस्ति जस् मध्ये प्रथम बहुवचनम् अस्ति एव तिष्ठति अत्र बालयोगः अस्ति योजनेन लकार उत्तरवर्ती अकारः अस्ति तत् अकारः उत्तमं तत् अकारः अनन्तरं परे अपि अकारः तिष्ठति अकार अकारमेलनेन अकः सवर्णे दीर्घः इत्यनेन दीर्घः प्राप्ते तं परत्वात् बाधित्वा अत्र परकार्यम् अत्र बाधित्वा प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घः आकारः भवति पूर्वसवर्ण एव अत्र दीर्घः भवति इदानीमत्र रामशब्दविषये तद् न भवति किमर्थं चेत् अत्र न अदिचि न अत् अस्ति इदानीम् अत्र पश्यतु नादिचि इति 6104 इत्यनेन अत्र आवर्णात् प्रथमद्वितीय ईच्छ्वर्णे परे प्रथमपूर्वयोः प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णः अत्र दीर्घः न भवति ईच्छ्वर्णे परे नादिचि इच् इच्छ्वर्णः किं किं भवति आ इ उ इन् ऐउन् इकारः ऐउन् अनन्तरम् ऐउन् लृलुक् एवम् ऐ औच् ऐ औच् इच्छ्वर्णे परे अत्र किं न भवति इच्छ्वर्णे परे अत्र नादिचि इत्यनेन निषेधः भवति इच्छ्वर्णः अस्ति अत्र नादिचि इति सूत्रेण इच्छ्वर्णः अस्ति किम् आ इ उन् लृलुक् ए ओङ् ए ओ इति अस्ति अतः तत्र निषेधः भवति खलु अनिल् महोदय इदानीमत्र रामयोगः औ अस्ति अत्र सुलभतया वयं वक्तुं शक्नुमः एव राम उकारः राम उत्तरवर्ति मकार उत्तरवर्ति अकारः अनन्तरम् अकारः औकारः मेलनेन वृद्धिरेचि इति सूत्रेण अत्र वृद्धिः भवति अतः एव अत्र अन्तिमरूपं रामौ इति तिष्ठति समीचीनम् अस्तु अस्तु भगिनी रामः मा वन्दे भवति अधिकं औ अधिकम् औ रामौ औकारः मेल औकारः औकारः अस्ति वृद्धिसन्धिः भवति अतः औकारः रामौ भवति भगिनि आम् रामौ इति अन्तिमरूपम् अस्तु क्लेशः भवति वा प्रश्नः उदेति वा अग्रे गच्छेम इदानीमत्र रामाः इति भवति तत्र अपि रामाः सु औ जस् इति भवति जस् मध्ये अकारः अस्म अस्ति एव तिष्ठति च्युटु इत्यनेन अनन्तरम् अत्र हरन्त्यं तस्य लोपः इदानीम् अत्र प्रथमयो पूर्वसवनः इति पूर्वसवनः दीर्घः भवति रामयोगः अस् इदानीं प्रथमवर्णः रामः मकारः अत्र दीर्घः भवति प्रथमयो पूर्वसवर्णः अत्र किमपि कार्यं नास्ति एव नादिचि किमपि अत्र अन्यसूत्रम् आगत्य निषेधः न भवति अतः तत्र प्रथमयोः पूर्वसवर्णः इत्यनेन रामा इति भवति सकारः तदेव तिष्ठति इदानीं सकारः तु ससजुषोरुः अनन्तरम् अत्र करावसानयोर्विसर्जनीयः इत्यनेन रामाः इति भवति अस्तु इदानीं प्रश्नः भवति वा रामाः प्रथमपुरुष बहुवचने अत्र जस् इति अस्ति प्रथमपुरुष जस् अस्ति चेत् प्रथमपुरुष विवक्षा किं भवति बहुवचनविवक्षाय उत्तमं बहुवचनविवक्षा अस्ति आशा बहुवचनविवक्षा अस्ति अतः तत्र जस् मध्ये सर्वाणि सूत्राणि कार्याणि कृत्वा अत्र रामाः इति भवति अतः रामः रामौ रामाः इति भवन्ति अत्र प्रथमपङ्क्तिः प्रथमविभक्तिः सर्वत्र अत्र अभवत् एव इदानीं क्लेशः भवति वा पृच्छतु अनिल् महोदय अग्रे गच्छामि शान्ता भगिनी शान्ता भगिनी प्रश्नः उदेति वा अत्र ग्रूप् मध्ये स्थापयतु अन्तलक्ष्मी स्वरूप महोदय ग्रूप् मध्ये सर्वदा सेवेन् एम् एव वर्गः सन्डे 7 AM एव वर्गः इदानीम् अत्र पश्यतु रामम् अम् अस्ति सो जस् अम् अत्र किमपि कार्यं नास्ति अम् अत्र मेलनेन रामम् इति भवति इदानीम् अत्र औ योजनेन रामौ इदानीमेव वयं दृष्टवन्तः इदानीम् अत्र रामान् इति भवति रामान् अत्र शस् मध्ये अकारः तिष्ठति अतः अक्सि एव तिष्ठति इदानीं हलन्त्यन्तस्य लोपः अनन्तरम् अत्र सकारः न विभक्तस्तु स्मः इत्यनेन ईद् न भवति इदानीं राम भवति प्रथमयो पूर्वसवर्णः इत्यनेन रामा इति भवति अनन्तरं सकारः भवति इदानीम् अन्यसूत्रम् आगत्य नकारः अत्र आगच्छति किं तस्मात् चषोः न पुंसि तस्मात् चषोः नः पुंसि इति सकारस्य नकार आदेशः भवति एतत् सूत्रं मनसि स्थापयतु तस्मात् चषोः नः पुंसि इति अस्ति एतत् सूत्रेण एव अत्र सकारस्य स्थाने नकारः भवति अतः एव रामान् इति भवति रामः रामः रामौ रामाः रामं रामौ रामान् इति भवति रामान् इति भवति अत्र प्रश्नः उदेति वा क्लेशः अस्ति वा संशयः अस्ति वा पृच्छतु अत्र शान्ता भगिनी अस्ति वा रामान् इति कथम् आगच्छति इति जानाति खलु अत्र क्लेशः नास्ति कोऽपि क्लेशः अस्ति वा नास्ति खलु इदानीमत्र पश्यतु इदानीमत्र रामेण तत्र एव अत्र ठा नसि नसा मिनात्स्याः ठा नसि नसा मिनात्स्याः अत्र ठा प्रत्ययस्य इन आदेशः भवति इन ठा इति इट् आ इति भवति अतः तत्र अनेकवर्णः अतः तत्र अनेकाशित् सर्वस्य अन्ततो गत्वा किं भवति इति अग्रिमवर्गे रामेण इति अग्रिमवर्गे पूर्णतया अवगच्छेम इदानीम् अत्र अन्तलक्ष्मी भगिनी अन्तिममङ्गलश्लोकं वदतु ॐ सहना भवतु सहनौ भुनत्तु सह वीर्यं करवावहै तेजस्विना अधिधमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरि ओम् श्रीगुरुभ्यो नमः। हरि ओम् धन्यवादः धन्यवादः।